नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं। भुआदिगणः, गतसप्ताहे अयं पाठः आरब्धः। तत्र वयं सिद्धतिङ्प्रत्ययः एतावता वयं किं दृष्टवन्तः इत्युक्ते अदन्त अङ्गनिर्माणम्, अनन्तरं सार्वधातुकलकारेषु इत्युक्ते लट् लोट् लङ् विधिलिङ् तिङ्प्रत्ययाः वयं साधितवन्तः। अस्मिन् पाठे इत्युक्ते भुआदिगणः इति पाठे यद् अङ्गं वयं निर्मितं तद् अङ्गं सिद्धतिङ्प्रत्ययोः मेलनं कथं भवति इति पश्यामः। प्रथमम् अत्र अस्ति सामान्यदातवः, अनन्तरं विशेषदातवः। सामान्यदातवः इत्युक्ते तत्र किमपि विशेषकार्याणि किमपि नास्ति, केवलं वर्णमेलनमेव भवति। विशेषदातवः इत्युक्ते तत्र कार्याणि एवं भवति, अङ्गनिर्माणस्थले वा अग्रे वा कार्याणि भवति, धातुनिर्देश धात्वादेशः इति कार्याणि भवति एव। अस्तु, कार्याणि भवन्ति। अस्तु, गतसप्ताहे वयं तु लकाराः तत्र आत्मनेपदी परस्मैपदी दातवः तत्र वयं दृष्टवन्तः, वर्त् इति धातुः दृष्टवन्तः, अनन्तरं भू धातुः, जी धातुः अपि दृष्टवन्तः। अस्मिन् सप्ताहे वयम् अग्रे गच्छामः। तत्र भुआदिगणः इति सप्तनवति अधिकनवशत दातवः सन्ति, 997 इत्युक्ते द्विसहस्रदातवः सन्ति, अर्धभागः भुआदिगणे एव सन्ति। अस्तु, रघुपतिमहोदय पठति वा सामान्यदातवः इति? एकनिमिषं, कुत्र भगिनि भुआदिगण? भुआदिगणः इति करपत्रे एव प्रथमबिन्दु सामान्य। एकनिमिषम्, एतावत् अस्माभिः तदेव वा तत् सर्वं समापयत्? आम्, एकनिमिषं भगिनि। भुआदिगणः सामान्यदातवः, अस्तु, सामान्यदातवः येषु धातुषु शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति, केवलं संयोजनं, तत्र चतुष्पञ्चाशदधिकसप्तशत सप्तशतधातवः, सप्तशतं धातवः सन्ति। इमे सर्वे धातवः न इगन्ताः, नव इगुपदाः, अतः किमपि गुणकार्यं नास्ति। येषु धातुषु अदुपदधातवः वद् अद् वद् वद् इव सप्तत्रिंशदधिक द्विशतं धातवः सन्ति। अस्तु, सामान्यदातवः इत्युक्ते अत्र शपं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति इत्युक्ते ते इगन्ता न, यत्र इगन्ता अस्ति तत्र गुणः भवति, अतः नव इगुपदाः, इगुपदा अपि नास्ति तत्र, पुगन्तलघुपद इति सूत्रेण तत्र गुणः भवति शप् निमित्तीकृत्य, तदपि नास्ति, अतः किमपि गुणकार्यं नास्ति। तेषु येषु धातुषु अद् उपदा अद् उपदा दातवः 237 सन्ति, यथा वदयोग शप् वद् वद इति भवति, किमपि कार्यं नास्ति तत्र, केवलं वर्णमेलनं, वद् वद् योग अकार इसंज्ञालोपानन्तरम्। अनन्तरं टिप् इति प्रत्यय तिङ् तिक् प्रत्यय वदति इति, यथा इदानीं मील् अस्ति तत्रापि शप् मील् यो मील् योग आ इति किमर्थम् इत्येत् इदुपद नास्ति, इकाधीर्घ इकार अस्ति, अतः गुणः न भवति। मील् मील् मीला योग तिप् मीलति इति। मूष् इति अस्ति तत्रापि ओ दीर्घ उकारान्त अस्ति, अतः तत्रापि गुणस्य पुगन्तरघुवतस्य चतुस्रः नास्ति, अतः मूष् योग शप् मूष योग तिप् मूषति, तथैव ओक् योग शप् ओक योग तिप् ओकति, अघि अस्तु अघी इति अस्ति अग् ओके इति तो नुं दातु अघि इति अहं चिन्तयामि इकार उपदेशधनुनासिका इत् अस्ति अतः अग् इति भवति, यत्र इत् अस्ति इति तो नुं दातोः सूत्र सूत्रस्य प्रसक्तिः, अतः अग् अस्ति मध्ये आगच्छति अङ्ग् इति अङ्ग् इति, अनन्तरम् अङ्ग् इति अस्ति अङ्ग् इति किमस्ति तत्र अङ्ग् योग शप् नकार अस्ति सूत्रं किम् अस्ति अहं न जानामि इदानीम् एरोन् अङ्गयोग अनुस्वारस्य अनुस्वार नश्च पदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः अनुस्वारस्य ययि परसवर्ण अनुस्वारस्य ययि परसवर्ण इति भवति इदानीं नश्चापदान्तस्य जलि नश्चापदान्तस्य जलि इत्यनेन प्रथमं तत्र अनुस्वार आदेशः भवति अनुस्वार नश्चापदान्त जलि अनुस्वारः अनन्तरम् अस्तु अनुस्वारस्य ययि परसवर्ण अङ्गयोग शप् अङ्गति अङ्गति इति इदानीं कुञ्च कुञ्च शप् कुञ्च कुञ्चयोग शप् अस्ति तत्र तत्रापि गुणः न भवति किमर्थमिति चेत् उपधायां ङकार ङकार अस्ति ञ कुञ्च कुञ्चयोग तिप् कुञ्चति अर्च तत्रापि अर्चति मेध मेघ मेध वा मेधयोग शप् मेधयोग शप् तत्रापि प्रसक्ति गुणकार्यस्य प्रसक्तिः नास्ति मेधति वेल्ल वेल्ल वेल्ल वेल्ल इति योग शप् वेल्लति इति भवति धाव् योग शप् धा धावति इति यत्र अतः यत्र इगन्तदात अथवा इगु इक् उपादायः इक् वर्णः नास्ति चेत् तत्र गुणकार नास्ति चेत् गुणकार्यस्य प्रसक्तिः नास्ति अतः तत्र केवलं वर्णमेलनमेव किमपि कार्यं नास्ति सम्यक् सम्यक् अतः सामान्यदातवः इति श्रेण्यां प्रथमं वयं दृष्टवन्तः तत्र पुस्तकमस्ति किल अस्माकं प्रक्रिया अनुसारी पाणिनीयधातुपाठः इति यत्र दातवः दत्तं किल तदस्ति वा पार्श्वे नास्ति चिन्ता महोदय नमस्कारः भगिनि श्रीमल्ली आं स्वागतं भगिनि भवत्याः पार्श्वे अपि अस्ति वा पुस्तकं प्रक्रियानुसारी पाणिनीयधातुपाठः तत्र आं सम्यक् तत्र भुआदिगणः इति प्रथमगणः पञ्चदश पञ्चदश पञ्चदश पञ्चदश तत्र पञ्चदश इत्यत्र भुवादिगणः इति आरभ्य दातवः दातवः दत्तः दत्ताः अत्र प्रथमं यद् दत्तमस्ति भुवादिगणस्य विशेषदातवः इति अस्मिन् पुस्तके विपरीतरीत्या दत्तमस्ति इत्युक्ते प्रथमं विशेषदातवः अनन्तरं सामान्यदातवः विशेषदातवः इत्युक्ते यत्र अपवादभूतसूत्राणि तस्य प्रसक्तिः अस्ति इति सामान्यदातवः इत्युक्ते अस्माकं सामान्यसूत्राणि तस्य कार्यं भवति इति अतः अस्मिन् पुस्तके यद् किमपि गणः स्वीकरोतु प्रथमं विशेषदातवः अनन्तरं सामान्यदातवः अत्र दातवः 990 कति दृष्टवन्तः महोदय इदानीं 997 दातवः सर्वे दातवः अत्र उल्लिखितमस्ति अस्मिन् पुस्तके अस्माकं करपत्रे 997 दातवः नास्ति परन्तु पुस्तके 997 वा अधिकं वा अस्ति. अतः किं करो वदतु महोदय. आम् 997. आमाम् अस्तु. सामान्यतया 754 पूर्णतया 997 भुआदिगणस्य किल. 997 दातवः वा अधिकं वा अस्ति अस्मिन् पुस्तके. करपत्रे तादृशं नास्ति. उदाहरणरूपेण एव केचन दातवः प्रदर्शितः महोदयेन केन केचन दातवः एव प्रदर्शिताः. अस्तु, अस्मिन् पुस्तके अस्माकं सामान्यदातवः कुत्र सन्ति इत्युक्ते 23. अत्र भुआदिगणस्य इगन्तदातवः इति आरभ्य अस्माकं सामान्यदातवः सन्ति. अतः वयं किञ्चित् पुस्तके अपि पश्यामः, करपत्रे अपि पश्यामः. 700 दातवः वयं कर्तुं न शक्नुमः, परन्तु यत्र यत्र कार्याणि परिचित दातवः सन्ति तत्र पश्यामः. अस्तु, अतः यद् महोदयः इदानीं पठितवान् वदति तद् सर्वमपि अस्ति. तत् शेषदातवः इति शीर्षकस्य अधोभागे अस्ति. पेज् नम्बर् अहं वदामि एकनिमिषम्. अवशिष्टदातवः 36. तत्र वदति सर्वं प्रायः तत्र एव. तकति, चकते, ककते. शेषदातवः इति 42. शेषदात अवशिष्टदातवः अनन्तरं शेषदातवः इति अस्ति. पञ्चाशत् तत्र अस्ति. अवशिष्टदातवः शेषदातवः तत्र शेषदातवः अन्ते यत्र हलन्तदातवः सन्ति तदेव शेषदातवः इति वदामः. अवशिष्टदातवः किमर्थं दत्तम् इति प्रायः अत्रापि अस्ति, अत्रापि अस्ति. वद् धातुः कुत्र दृश्यते इति पश्यतु महोदय. न शेषदा अवशिष्टदातवः तत्तु अस्माकं शेषदातवः एव. शेषदातवः अत्र वद् किल दकारः कथं अन्तिमवर्णः अल्फाबेटिकल् आर्डर् इति वदामः किल. अन्तिमवर्णः द्रष्टव्यं सर्वदा, प्रथमवर्णः न. अतः ज ध किल वद. वध कुत्र अस्ति? इधि वधि क्लादि खदि इति अस्ति. वधि इति अस्ति. वन्द वन्द तत् तत्तु वन्द अस्ति. वध् वध किमर्थं नास्ति अत्र? सो यु मीन् वदा टु स्पीक् दातु आर् पुटसङ्ख्या वा धातु सङ्ख्या वा? पुटसङ्ख्या 42, धातु सङ्ख्या 347. 347 अस्तु. व्यक्तायां वाचि, व्यक्तायां वाचि 347. अधुपदधातव तत्र अधुपदधातव अवशिष्ट अधुपदधातव अवशिष्टदातव अधुपद अधुपदधातवः तस्मिन् क्रमे आगच्छति. अतः वध तत्र अस्ति. अनन्तरं गध इति अस्ति, गधति इति स्पष्ट बोल्ना इति अर्थः अपि दत्तमस्ति हिन्दीभाषायां. नध इति धातुः अस्ति किल, तस्मिन् एव क्रमे नध अव्यक्ते कथं नध इति भवति, नद् इति भवति 352 नदति सूत्रं सूत्रं स्मरति वा नध कथं नध इति भवति इति? सेट् आफ् धातुस् बहूनि धातवः नूनः नदाव्यक्ते. अग्रिमधातुः अपि पश्यतु, दधानेति वयं ददाति इति जानीमः. अन्यत् धातुः अपि अस्ति दध इति, ददते, यत्र धातुः एव धातोः एव द्वित्वमस्ति दधदाने इति, तत्र ददते इति रूपम् आगच्छति. केवलं धा इति धातुः एव इति न, अन्यत् धातुः अपि अस्ति इति. अत्र यदा पश्यामः, वयं तु बहु स्वल्पधातुः एव जानीमः, अत्र बहु किमपि अस्ति. स्वनति इति एकः धातुः अस्ति, आवाज् कर्ण शब्दे स्वनति. ष्टन ष्टन इति एकः धातुः अस्ति 361 इति, तत्र स्तन इति कथं भवति, तद् सूत्रं स्मरति वा? उत्तमं, धात्वादेः शः सः सूत्रेण स्तन. अस्तु, सम्यक् एव. निमित्त अपाये नैमित्तिकस्यापि अपायः इति वयं दृष्टवन्तः किल, यदा शकारः सकारः भवति, यद् ष्टुनाष्टुः इत्यनेन टकारः अभवत् तद् सकारः. सम्यक् सम्यक्. अतः तत्र एतद् सामान्यदातवः दत्तमस्ति, अधुपददातवः इति क्रमे. इदानीम् इगन्तदातवः स्वीकुर्मः. अतः तत्र किमपि कार्यं नास्ति, यद् अङ्गमस्ति प्रथमम् अङ्गनिर्माणं, धातुः शप् योजयामः अङ्गनिर्माणम्, अनन्तरं तिप् वदति तिङन्त अस्माकं सिद्धतिङ् प्रत्ययाः योजनम् अद वदति वदतः वदन्ति इति रूपं साधयामः. तावदेव अत्र कार्यम्. इगुपददातवः कुत्र अस्ति? उकारान्तदातवः, इकारान्तदातवः, इकारान्तदातवः एव इगन्तदातवः किल. 23 अस्माकं त्रिविंशतिः. अस्तु, पठामः एकवारम्, अनन्तरं तदपि पश्यामः. अरुणा भगिनी पठति वा इगन्तदातवः इति? आं महोदय, इगन्तदातवः नवत्रिंशत् दातवः सन्ति. एक इक् इति प्रत्याहारः, येषां धातूनाम् अंशे ते इगन्तदातवः. शप् षित् अपि पित् अपि, अतः अङ्गस्य निर्माणार्थं भवादिगणीय इगन्तधातूनां विकरणप्रत्ययनिमित्तकं गुणकार्यं भवति, तदा सन्धिकार्यं यथासङ्गम्. निगन्तदातवः भुवादिगणे नवत्रिंशत् धातवः सन्ति. इगन्तदातवः अर्थं किम्? इक् वर्णः, इक् प्रत्याहारवर्णः इ उ ऋ, एषां धातूनाम् अन्ते अस्ति, ते इगन्तदातवः. इगन्तदातव योग शप् षित् अपि पित् अपि स्थप् प्रत्यय, षित् प्रत्यय अपि पित् प्रत्यय अपि. अतः अङ्गस्य निर्माणसमये भवादिगण इगन्तदातूनां विकरणप्रत्ययनिमित्तकारणेन गुणकार्यं भवति, तदनन्तरं सन्धिकार्यमपि भवति. अग्रे अपि पठतु भगिनि. सर्वेषाम् इगन्तदातूनां गुणकार्यं जियोगः शप् सार्वधातुक आर्धधातुकयोः सूत्रेण इकारस्थाने एकारः आगच्छति, तदनन्तरं जे योगः आह् भवति. भू धातु विषये भू योगः शप् अत्रापि सर्वधातुक आर्धधातुकयोः सूत्रेण ऊ स्थाने ओकारः आगच्छति, भो योगः अवशिष्यति. हृ योगः शप् हृ ऋकारन्तदातवः सार्वधातुक आर्धधातुकसूत्रेण ह योग हर् अपि आगच्छति. हर् हृ योगः शप् आम् वर्णं करणं न न अग्रे पठतु. तत् स्पष्टं किल, हृ कथं हर् भवति? हर् तदा दात्वान्ते एकारः ओकारः चेत् यान्तवान्तसन्धिः भवति. उदाहरणं जे योगः अचो यवायावः इत्यनेन ऐ आदेशः भवति. योगः जकारयोगः ऐ योगः जय अङ्गं भवति. भो योगः आ ओकार अस्ति भो भोकार भो इति वदे. यचो वा यचो यावायावः इत्यनेन अव आदेशः भु योगः अव योगः भव इति अङ्गं सिद्धं भवति. उकारान्तः चेत् केवलं वर्णमेलनं तु योगः हर् हर अनेन अङ्गनिमित्तं जया भव हर इति अङ्गं निर्माणितं भवति. सम्यक्. इदानीं पुस्तके पश्यामः, तत्र प्रथमम् अस्ति क्षि इति धातुः. अरुणा भगिनी भवती एव वदतु, क्षि धातुः अङ्गं कथम् आगच्छति इति. क्षि धातुः क्षि योगः शाप् क्षि इगन्तदात इगन्तवर्णः इकार इगन्तवर्णः सार्वधातु आर्धधातुकसूत्रेण इकारगुण एकारः आगच्छति. जे भवति जे योगः एकार यचो यावायाव सूत्रेण जै योगः जय इति भवति. जययोगः जयति रूपं भवति. क्षि इत्युक्ते क्षि इति धातुः अस्ति. क्षि योगः शप् क्षे योगः अ क्षे क्षेय क्षेय योगः क्षेयति. क्षे इति सम्यक्, अनन्तरं क्षेयोगः अ किं भवति? यदा भवती जय इति उक्तवती किल, जयति इति, तादृशमेव रूपम् क्षयति. क्षयति नश्यति नाशयति इति रूपे आगच्छति किल, क्षयति क्षयति इति रूपम् अस्ति. अनन्तरं तदेव इकारान्तदातवः, तत्रापि ईकारान्तदातवः आगच्छति चेत् किं भवति? ढी इति धातुः श्रीवल्ली भगिनी वदति वा डी इति धातुः दीर्घ इकारान्त अस्ति वा भगिनि आं भगिनि डी योगः शप् योगः डे भवति अनन्तरं डे योगः तिप् डय दया इति अङ्गम् डीङ् इति धातुः अस्ति डीङ् इति धातुः इति कारणात् आत्मनेपदि वा परस्मैपदि वा सूत्रम् अनुदात् आत्मनेपदम् डयते इति रूपं तत्र गुणः भवति किल आं भगिनि सार्वधातुक अर्धधातुकयोः सूत्रेण गुणः भवति गुणः भवति अनुदात ङित अनुदात ङित आत्मनेपदम् अनुदात ङित आत्मनेपदम् अस्तु सम्यक् नी इत्युक्ते किं भवति भगिनि नीङ् इति धातुः अग्रिमधातुः नीङ् इति नीङ् नीङ् दात्वादेः नोनः नूनः इति सूत्रेण नकारस्य स्थाने दन्त्यनकारः आगच्छति नी इति नीयोगः शप् सार्वधातुक अर्धधातुकयोः गुणः इति सूत्रेण नेय ने इति भवति नेयोगः तिप् नय परस्मैपदिस नयति इति रूपम् उभयपदि क्रियाफले स्वरित इङ्गित कर्तभिप्राये क्रियाफले क्रियाफले क्रियाफले इति उभयपदि नयते इति रूपम् आत्मनेपदि नयति नयति सम्यक् इदानीम् उकारान्तदातवः पश्यामः तत्र किम् अस्ति नूतनम् सृ इति वदतु महोदय रघुपतिमहोदय सृ सृ इति सृ अस्तु सृ श्रूयोग शप् योग तिप् सृ इति गुणः भवति स्रो स्रो योग अ इति यचोयवयाव अव इति भवति अव् अव् योग अ स्रवति इति रूपं स्रवति स्रवति गतौ नदी नदी स्रवति इति आगच्छति किल जलं स्रवति स्रवति द्रवति अपि तादृश एव अर्थे आगच्छति द्रवति स्रवति प्लुङ् इति धातुः महोदय प्लुङ् कुत्र प्लुङ् गतौ नव नवषष्टिः अस्तु नवषष्टि प्लुङ् प्लुङ् गतौ प्लु इति अस्ति एकनिमिषं भगिनि नव कुत्र भगिनि प्लुङ् गतौ अस्तु अस्तु प्लुङ् गतौ अस्ति प्लु इति अस्ति उभयपदि उभयपदि भवति वा प्लुङ् अस्ति अस्तु ङकारः किल सारि सारि आत्मनेपदि एव ङकारः अस्ति अनुदत्तानित्य अस्ति प्लो प्लो योग प्लव इति भवति यचोयवयावः इति सूत्रेण गुणः भूत्वा सार्धत्कार्धत्कयोः अनन्तरं यचोयवयः प्लव इति अङ्गं प्लव ते इति ते इति तङ्गानाम् आत्मनेपदम् प्लवते आत्मनेपदं प्लवते सम्यक् प्लवते कूर्धते इति अर्थे भवति सम्यक् अरुणा भगिनी हृ दृष्टवन्तः किल हृ तु करपत्रे एव अस्ति अस्तु अग्रिमं पश्यामः गृ इति धातुः गृ ओके श्रूयते वा श्रूयते वा श्रूयते भगिनि दृ गृ गृहं गुरुयोगः शाप् गुरु ऋकारान्तः शब्द वर्णः धातु गुण भवति सार्वधातुकान्तयात्रिकसूत्रेण ऋकारस्थाने आर् आगच्छति सम्यक् गर् योगः गर गरयोगः गरति गरति सम्यक् अनन्तरं स्मृ धातुः वयम् अस्माकं परिचितधातुः एव स्मृ चिन्तायां भगिनि सिञ्चना मीन्स् सिञ्चना गिस्ना सेचन गृ सेचन सिञ्चना इति वा रगडना इत्युक्ते वाश् किल अस्माकं वस्त्रं रगडना तत्र एव that also same meaning or sechane water sinch watering the sinchati tad sinchati iti bhavati mahodaya sprinkling is different sinchana itat gisna gisapita iti astu etat tu vastra vishaye eva gisna ragadana aama washing iti tatra yada kim vadamah डर्ट् अस्ति चेत् ब्रशिङ्ग् तादृशं किमपि स्मृ धातुः भगिनि अरुणा भगिनि स्मृयोगः शप् स्मृ ऋकारान्त ऋकारान्त अङ्गः ततः सार्वधातुकार्धातुकसूत्रेण सर् सर् स्मर् योगः स्मर स्मरयोगः दिप् स्मरति सम्यक् स्मरति स्मरण कर्ण तत्र एकं सूत्रं दत्तम् अस्ति किल तद् किञ्चित् चिह्नं स्थापयतु जाश्रु स्मृ दशां सनः इति एकं सूत्रं दत्तम् अस्ति यत्र न्यादातुः स्मृ धातुः श्रू धातुः दृश् धातुः सनन्तरूपम् आगच्छति तत्र आत्मनेपदमेव भवति वाक्यनिर्माणस्थले तस्य उपयोगं भवति जिगमिषते इत्येव रूपमस्ति अत्र एव दत्तमस्ति चिन्तायां पुस्तकं नास्ति वा पुस्तकं नास्ति ओ सूत्रसङ्ख्या अस्ति 1374 संस्कृते यदा वयं वदामः तादृशमेव आङ्ग्लभाषायाम् एव उक्तवती 57 आम् संस्कृते सप्तपञ्चाशत् जाश्रु स्मृ दृशां सनः इति सूत्रमस्ति ज्ञा ज्ञा न जा नास्ति ज्ञाश्र जानाति इति ज्ञा श्र शृणोति तत्र स्मृ इति स्मरति दृश् इति अस्माकं पश्यति इति आगच्छति किल एतेषां सनन्तरूपाणाम् आत्मनेपदमेव भवति अग्रे आगच्छति, परन्तु बहुकालं भवति यदा सनन्तं पश्यामः, अतः इदानीमेव किञ्चित् मनसि भवेत् यदा वाक्यनिर्माणस्थले उपयोगं भवति. अस्तु, अतः वयं ऋकारान्त तत्र तरति, तै तत्तु प्रसिद्धधातुः अस्ति किल, तृ इति धातुः तरति इति रूपं, तत्रापि गुणः भूत्वा तरति इति आगच्छति. अग्रिमं किमस्ति, एजन्तदातवः करपत्रात् तत् पठामः. भगिनी शिवली भगिनी, तत्र सार्वधातुक अर्धधातुकयोः एचो यवायावः सूत्रद्वयमपि एकवारं पठतु भगिनि. आं भगिनि, सार्वधातुक अर्धधातुकयोः सप्तमी अध्याये तृतीयभागे चत्वारिंशतः सूत्रम् अशीतिः, अशीतिः चत्वाराशी, चत्वारशीतिः, चतुरशीतिः, ओके चतुर् अशीतिः. इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकञ्च आर्धधातुकञ्च तयोः इतरेतरद्वन्द्वः. सार्वधातुक आर्धधातुके तयोः सार्वधातुक आर्धधातुकयोः सार्वधातुक अर्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम्. नितेर्गुणः इति अस्मात् गुणः इति अस्य अनुवृत्तिः, अङ्गस्य इति अस्य अधिकारः, इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थानि भवति यत्र स्थानि न उक्तं येन विधिः तदन्तस्य इत्यनेन इकः अङ्गस्य इति उक्ते न केवलम् इक् इति अङ्गं किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. एचोयवायवः एचः ए ओ ऐ औ इत्येषां स्थाने क्रमेण ऐ औ आय् आव् इति आदेशाः भवन्ति अचिपरे. क्रमेण इत्युक्तं यथासङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रस्य साहाय्येन. ऐ च औ च आय् च आव् च तेषाम् इतरेतरद्वन्द्वः अयवायावः. एतः षष्ट्यन्तम् अयवायावः प्रथमान्तं द्विपदमिदं सूत्रम्. इको यणचि इत्यस्मात् अचि इति अस्य अनुवृत्तिः, संहितायाम् इति अस्य अधिकारः. अनुवृत्तिसहितसूत्रम् एचः अयवायावः अचि संहितायाम् सूत्रद्वयमपि वयं बहुवारं पठितवन्तः, अतः किमपि संशयः नास्ति किल, अग्रे सरामः वा? अस्तु भगिनी, भवती एव एजन्तदातवः इति पठतु भगिनि. एजन्तदातवः एक त्रिंशति धातवः, त्रिंशत् एकत्रिंशत् धातवः. एते धातवः इगन्ताः न सन्ति, अतः गुणस्य प्रसङ्गः न भवति. केवलं एचोयवायावः इति अनेन यान्तावान्तसन्धिः. अत्र गुणः न भवति, केवलम् एचोयावायवः सन्धि संहितायां सन्धिसूत्रम् अस्ति. चेत् घे योगः शप् इति, घे योगः अ, एचोयावायवः रूपं घयति, घया इति अङ्गं, घया योगः तिप् घयति इति रूपं, गै योगः शप् गाय, ऐ स्थाने आय् इति आदेशः भवति. इति गाय इस् अङ्गं, गायति इति रूपं घौ योगः घौ नु धौ योगः धौ योगः शप् औ स्थाने आव् इति आदेशः भवति धाव इति अङ्गं धावति इति रूपं सम्यक् अस्माकं पुस्तके अपि पश्यामः तत्र किम् अस्ति इति वे इति धातुः अस्ति भगिनि नवति नवतितमधातुः आं भगिनि तन्तुसन्तानि कथं भवति इति वदतु वेङ् इति नकारस्य उभयपदि नित् स्वरित नित कर्त्रभिप्राये कर्त्रभिप्राये क्रियाफले क्रियाफले क्रियाफले इति सूत्रेण उभयपदे वे वे योगः शप् योगः तिप् वे योगः गुणः नास्ति वे योगः आ इति एचोयावायाः सूत्रेण ए स्थाने ऐ इति आदेशः भवति वै योगः आ वय इति अङ्गं वयति वयते इति द्वे रूपे स्तः तन्तुसन्तानः पटनिर्माणकार्यं तस्मिन् तन्तूनां वीविङ्ग् इति वदामः किल तत्र अरुणा भगिनी त्रैङ्ग् इति धातुः त्रैङ्ग् पालने इति धातुः अत्र गुण संहितानां वर्णमेल कृत्वा त्रयते दीर्घं भवति किल त्रै आय् इति आगच्छति ऐ ऐ इति स्थाने आय् इति अतः रूपं तत्र ण्यकारः अन्ते अस्ति त्रैङ्ग् इति ण्यकारः अन्ते अस्ति चेत् धातुः परस्मैपदि वा उभयपदि वा क्षम्यताम् आत्मनेपदि आत्मनेपदि अनुदात नित अनुदात नित आत्मनेपदम् ङित् अस्ति ण्यकारः इत् संज्ञा अतः ङित् आत्मनेपदं त्रायते त्रायते अपि किञ्चित् परिचितधातुः एव रक्षाकर्ण पालन् कर्ण पालने इति एकः अन्यधातुः सम्यक् तदेव अन्यत् एकः धातुः स्वीकुर्मः द्यै भगिनि द्यै चिन्तायां द्यै समान समानकार्यम् आयोगः ति धै धाय् धाय् योगः धाय धाय योगः ति धायति धायते भगिनि द्यै एव द्यै एव तत्र किमपि अन्ते नास्ति इत्युक्ते परस्मैपदि एव अन्ते ण्यकारः अस्ति चेत् आत्मनेपदं ण्यकारः च झञ् अस्ति चेत् उभयपदं किमपि नास्ति चेत् परस्मैपदं परस्मैपदं शेषः परस्मैपदं ध्यायति इति रूपं ध्यै किल ध्यै चिन्ता ध्यान् कर्ण चिन्ता कर्ण ध्यायति सम्यक् महोदय शै इति धातुः वन् वन् टु एकनिमिषं पेज् नम्बर् नास्ति महोदय धातुः संज्ञा वन् वन् टु शै अस्ति शै इति अस्ति क्षये इति अस्ति अत्र शहसः इति सूत्रेण शकारस्य सकारः भवति, सै इति भवति, सै योग शप् योग तिप् परस्मैपदधातु अस्ति, सै आय इति भवति यचोयव सूत्रेण आय आय साय सायतीति अन्तिमरूपम्. तत्र यदा पश्यति चेत् 110 इति यत् धातुः अस्ति क्षै क्षये, अनन्तरं 112 इति क्षै क्षये, द्वयोः अपि अर्थः तु समानः एव परन्तु रूपमेव भिन्नं. जै इति धातुः अपि अर्थः समानः, शीन् होना इति अर्थे अस्ति, परन्तु क्षै क्षै क्षये एव क्षायति सायति. तत्र ककार अस्ति, अत्र शकारः, अत्र श मूर्धन्य श. अन्तिमधातुः अपि स्वीकरोतु महोदय. 116 सजान अस्तु, वेष्ठने स्नै अस्ति, तत्रापि शक् धातु शः सः इति भवति सूत्रेण सकारः भवति. अनन्तरं नकारस्य स्थाने नकारः किं सूत्रेण, सूत्रं नास्ति, अस्माकं वार्तिकं वार्तिकम् अतः नकारः सकारनकारः स्नै इति स्नै स्नाय इति भवति यचोयवायावः इति सूत्रेण यथा शप् निमित्तीकृत्य कर्म स्नाय स्नायति इति अन्तिमरूपम्. निमित्त अपाये नैमित्तिकस्यापि अपायः, यदा शकारः सकारः भवति तदा नकारः अपि नकारः भवति. निमित्तम् इदानीं गतं शकारस्य निमित्तेन एव नकारः नत्वम् आगच्छति तत्र, तद् गतम् अतः स्नै इति भवति. अहमेकवारं पुनः दृष्ट्वा अपि कन्फर्म् करोमि तत् स्नै. सम्यक् अस्तु, अग्रे गच्छामः. लघु इगुपदधातवः इति महोदय भवान् एव पठतु. एकनिमिषं. लघु इगुपदधातवः 27-100 धातवः सन्ति. उपधा नाम अन्तिमवर्णात् प्राक् यः वर्णः सः, यस्य धातोः उपधायां लघु इक् अस्ति, इत्युक्ते इक् इति इ उ ऋ अस्ति, सः लघु इगुपदधातुः. शप् षित् अपि पित् अपि, अतः अङ्गस्य निर्माणार्थं भवादिगणीय युगुपदधातूनां विकरणप्रत्ययः निमित्तिकं गुणकार्यं नाम लघु इक् गुणः. अस्तु, विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं. चित् योग शप् अस्ति, अत्र चि इति लघु इक् वर्ण लघु इगु उपधायाः इक् वर्णः अस्ति, अतः चेत् इति भवति. चेत् योग चेत योग चेत चेत इति अस्ति, चेतति वा इति चेत चेत चेतति चेतति. घुष् योग शप् घुष् घो भवति गुणः भूत्वा पुगन्तलघुपदसूत्रेण घोषति इति. वृष् योग शप् वर्ष वर्ष वर्ष योग अवर्ष इति भवति गुणः वर्ष वर्षति. अनेन अङ्गनिमित् निर्मितं चेत घोष वर्ष तदेव भगिनी, तत्र किमपि नास्ति. अनन्तरमपि अस्ति महोदय तत्र अङ्गसिद्धतिङ्क तदा अङ्गसिद्धतिङ्पत्योः मेलनम् अस्तु. चेत् चेत् चित् योग शप् चेतयोग अयोग अ इति चेत चेतयोग तिप् चेतति. घुष् घोष घोषयोग तिप् घोषति तथैव वर्षति इति अत्र पुगन्त लघु उपदस्य च इति सूत्रं वदति पुगन्तस्य अङ्गस्य लघु उपदस्य उपदस्य च इकः गुणः भवति सर्वधातुके अर्धातुके च प्रत्यये परे पुक् अन्ते यस्य तत् पुगन्तं लघ्वी उपदा यस्य तत् लघूपदं पुगन्तञ्च लघूपदञ्च तयोः पुगन्तलघूपदं समाहारद्वन्द्वः तस्य पुगन्तलघूपदस्य च पुगन्तलघूपदस्य पुगन्तलघूपदस्य षष्ट्यन्तं पदं च अव्ययपितं द्विपदमिदं सूत्रं मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्धातकार्धातकयोः इत्यस्मात् पूर्णानुवृत्तिः अङ्गस्य अधिकारः इकोगुणवृद्धितनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम् अनुवृत्तिसहितसूत्रमस्ति पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्धातक आर्धातकयोः इति परिचितसूत्रमेव किल परिचितम् तत्र अस्माकं पुस्तके 20 अधिक 100 इट् गतौ इठ गतौ इति धातुः स्वीकरोतु महोदय कथम् आगच्छति इति वदतु इट इट गतौ इति अस्ति अत्र उपधायाम् इक् वर्णः अस्ति अतः इट् इट् ए भवति एट् एट् अकारस्य लोपः इति अस्ति उपदेशनास्ति इत्यर्थः इट् एट एट एटति इति एटति इति अपि जाना इति अर्थे आगच्छति गतौ गत्यार्थकदातवः बहवः सन्ति वयं तु गच्छति एव सर्वदा उपयोगं कुर्मः परन्तु गत्यार्थे इत्युक्ते बहवः सन्ति परन्तु सर्वत्र गमनक्रिया इति एव न द्योत्यति अन्यान्य विषयान् अस्तु अनन्तरम् एकम् अन्यत् धातुः स्वीकुर्मः चिति इति धातुः अस्ति महोदय 1 3 1 1 3 1 अस्तु चिति अस्ति चिति अस्ति अत्रापि ईकारः अस्ति ईकार उपदेशनाकीति सूत्रेण लोपः भवति अतः चित् एव अस्ति चित् योग शप् चेत चेतति इति भवति चेतति जानना समज्ना इति अर्थे भवति संज्ञाने चेतति चेतनवस्तु इति वदामः किल यद् लिविङ्ग् आब्जेक्ट्स् इति चेतनवस्तु इति तादृश अर्थे एव आगच्छति चेतति इति क्रियापदम् श्रीवल्ली भगिनी पञ्च क्षम्यतां चतुर्त्रिंशदधिक 100 134 मृदु इति अस्ति आम् निद्रु कृत्सा नोनः द्वात्वादेः नोनः इति सूत्रेण नकारस्य स्थाने दन्त्यनकारः आदेशः भवति नित् इति नित् योगः शप् योगः तिप् इकारस्य इकारः उपदा ह्रस्व इकारः उपदा उपदा धातुः पुगन्तलघूपदस्य च इति सूत्रेण नेद् इति रूपं नेद् योगः तिप् नेदति उभयपदी अस्ति नेदते अपि उदयपदि अग्रिममपि स्वीकरोतु भगिनि नेदते आम् निद्र निद्र उभयपदी ओके मे बि स्वरितम् प्रायः प्रायः भवति तत्र तु अस्माकं स्वरसंज्ञा नास्ति किल प्रायः स्वरित अग्रिमधातुः अपि स्वीकरोतु भगिनि निष्वदा निष्वदा निष्वदा निष्वदा नि आदिर्निटिटवः सम्यक् आदिर्निटिटवः इति सूत्रेण नि इति इत्संज्ञा भवति तस्य लोपः श्विदा श्विदा अजननासिक श्विद् इति धात्वादेः शकारस्य स्थाने सहसः शकारस्य स्थाने सकारः आदेशः भवति स्विद् इति रूपं स्विद् योगः शप् योगः तिप् इकार इकुपदा उपदा इकार पुगन्तलकूपदस्य च इति सूत्रेण स्वेद् स्वेद् योगः तिप् योगः स्वेद स्वेदति इति रूपं भवति अव्यक्तशब्दकर्णा इति दत्तमस्ति अव्यक्ते शब्दे श्विधा अग्रिममपि श्विधा एव धातुः अस्ति परन्तु अर्थः भिन्नः स्नेहन पसीनान इति स्वेदते इति वयं सम्यक् अरुणा भगिनी तत्र तिप्र शरणे इति धातुः अस्ति तत्र ऋकारस्य लोपः भवति केन सूत्रेण भगिनि तिप्र शरणे तिप्र इति धातुः ति पृ इति तत्र ऋकारस्य यद् अन्ते अस्ति ऋकारः तस्य लोपः भवति केन सूत्रेण अहं न जानामि उपदेशे यद् अस्ति किल अनुनासिकवर्णः सम्यक् इदानीं तिप् इति अस्माकं धातुः निरनुबन्धधातुः तिप् इदानीं रूपं साधयतु भगिनि धातु फित् अति तिप् तिप् ति प तिप् तिप् योगः शप् योगः तिप् गुणं उपदा गुणं भवति तेप् तेप् योगः परन्तु अस्मिन् सन्दर्भे आत्मनेपदी अस्ति ते पते इति सम्यक् उत्तमं ते पते इति नष्टु होना इति अर्थे ते पते इत्युक्ते नष्टु होना एक अन्यत् सूत्रेण धातुः ददामि मिह् धातुः निः उपदा इकार अस्ति धातुः धातुः गुणः भवति सुगन्धलघुपदस्य सूत्रेण नेह् इति नेह् योगः अनेह न्योह योग नेहति परस्मैपदमयः मन्यते सम्यक् नेहति आम् तदपि मेहति अपि मिह् मिह धातुः सेचने रगडना इति अर्थे एव अस्ति घर्षणकर्ण प्रायः तदपि यदा अस्माकं वस्त्ररगडना प्रायः मेहति अस्तु इदानीं किं कुर्मः इदानीं विशेषदातवः प्रतिगच्छामः उदुपददातवः अपि अस्मिन्नेव क्रमे आगच्छति इदु लघु इगुपददातवः इत्युक्ते लघु इकारः लघु उकारः लघु ऋकारः सर्वे लघु इगुपदः यद् वयम् इदानीं दृष्टवन्तः इदुपददातवः अनन्तरम् उदुपददातवः अपि सन्ति ऋदुपददातवः अपि सन्ति किञ्चित् दातवः पश्यतु गृहपाठरूपेण अपि कथम् आगच्छति किमपि अन्यकार्यमस्ति वा इति पश्यतु एकः एव धातुः कुर्मः अनन्तरं विशेषदातवः प्रति गच्छामः महोदय वृद् वृद्धौ धातुः पञ्चत्रिंशत् पुटसङ्ख्या पञ्चत्रिंशत् अस्तु हा वृधु धातु अस्ति अत्र वृद्धि एव अवशिष्यते अतः वृद्धौ उकारस्य लोपः भवति उपदेशः नास्ति इति सूत्रेण वृध् इति भवति वृध् इदानीं गुणः भवति रकारस्य अर् भवति उरण्ड्रपदः वर्ध इति वर्ध वर्ध योग अ वर्ध वर्ध वर्धते वर्धते अस्तु वृधु ओ एतत् स्वरित सारी अनुदात्त अनुदात्त नित् अस्ति आत्मनेपदी अनुदात्त अनुदात्त इत् अनुदात्त उकारः इत् भवत् अतः वर्धते इति वर्धते तत् स्वरचिह्नम् अस्ति चेत् वयं वक्तुं शक्नुमः अनुदात्तेत् प्रायः अतः तत्र रिवर्स् इति वदामः किल वर्धते इति रूपं वयं जानीमः अतः अनुदात्तेत् वर्धते बढ़ना आगे बढ़ना वृद्धौ वर्धते अतः ऋतुपददातवः इति अपि अस्ति इदानीं विशेषदातवः प्रति गच्छामः अरुणा भगिनी पठति वा विशेषदातवः षट् चतुर्विंशत् दातवः भवादिगणे केचन दातवः सन्ति येषां विकारः भवति शितिप्रत्ययपरे ते अधः सूचिताः अयं विकारः दात्वादेशः इत्युच्यते सूत्र वदति भवादिगणे विशेष दातवः सन्ति अत्र षित् षित् प्रत्ययपरे विकारः दात्वादेशः इति उच्यते धातु अङ्ग एव विशेषण विकाररूपं भवति गम् यं धात्वोः छकार आदेशः गम् रुद् गतौ गमनार्थे यम् अपरमे उपरमे नियन्त्रणार्थे नियच्छति नाम निग्रहं करोति योगी इन्द्रियाणि नियच्छति अस्मिन् एव ते यं धातोः नियमयति भवति चुरादिगणे अपि च भवादिगणे गणस्य अस्य एव पाठसग्रिमे सूत्रे दान् ददाने इत्यनेन दानार्थे यच्छति पुनः पठामि यम् अर्थः उपरमे नियन्त्रणार्थे नियच्छति नाम निग्रहं करोति योगी इन्द्रियाणि नियच्छति इति उदाहरणवाक्यं दत्तवान् अस्मिन् एव अस्ति यं धातोः अपि नियमयति इति भवति चुरादिगणे अपि च भवादिगणस्य अस्य एव पाठस्य अग्रिमे सूत्रे दान् दाने इत्यनेन दानार्थे यच्छति अपि गच्छति आगच्छति साधु भगिनि तत्र धातुद्वयमेव अस्मिन् गणे अस्ति गम् यम् इति अग्रिम यद् सूत्रे दत्तम् अस्ति तत्र धातुत्रयं दत्तम् अस्ति परन्तु गम् यम् इति धातुद्वयमेव अस्मिन् गणे इत्युक्ते द्वादिगणे अस्ति यदा भगिनी उक्तवती अत्र चात् धातु आदेशः विकारः इत्युक्ते परिवर्तनम् धात्वादेशः इति अस्य परिवर्तनस्य नामकरणमस्ति धात्वादेशः. यद् धातुः गम्लु इति अस्माकं धातुः, तदेव पूर्णतया तस्य आदेशः भवति. तस्य नाम एव धात्वादेशः. अङ्गस्य किमपि आदेशः न, अनन्तरं किमपि सन्धिकार्यं न, प्रथमस्तरे एव यद् धातुः अस्ति तस्य एव आदेशः इति धात्वादेशः. अतः एव तद् विशेषकार्यं. पठतु भगिनि. गम् योगः शप् इषुगमि यमां च इति सूत्रेण इत्यनेन म् स्थाने छकारः आगच्छति. गच् योगः छे छ इत्यनेन चकारे परे संहितायां विषये अश्वस्वरस्य तुक् आगमो भवति. आद्यन्तौ टकितौ इत्यनेन गकार उत्तरवर्ती अकारस्य अनन्तरं न तु पूर्वं. गच्छ योगः स्तोश्चुनाश्युः इत्यनेन सकारस्य सवर्गस्य च स्थाने चकारस्य चवर्गस्य च आदेशः भवति. चकारस्य चवर्गस्य च योजनेन गच्छ योगः गच्छ इति अङ्गं भवति. गम्भातुविषये शृणोति वा? श्रूयते, वदतु भगिनि. गम् धातु विषये गम् योगः शप् आगत अनन्तरम् इषुगमि यमां च इति सूत्रेण मकार गम् धातु मकारस्थाने छकारः आदेशः भवति. गच्छ इति भवति कच् योगः. तदनन्तरं छे च इति सूत्रेण चकार परे हश्वस्वरस्य तुक् आगमः भवति. चकारपूर्वं गा अस्ति, अत्र अकारः हश्व अकारः अस्ति, तत्स्थाने तुक् आगमः भवति. आद्यन्तौ टकितौ सूत्रेण आगमः गकार उत्तरवर्ती अकारस्य अनन्तरं भवति न तु पूर्वं. ततः गच्छ योगः आ भवति. स्तोश्चुनाश्चुः सूत्रेण सकारस्य तवर्ग चकार गत् चकारस्थाने चकारः आगच्छति. चकार सवर्ग आगच्छति. ततः शकारस्य चवर्गस्य च योजनेन गच्छ योगः गच्छ इति अङ्गं वर्तते. अस्माकं प्रसङ्गः तु अत्र स्तोश्चुनाश्चुः इत्यत्र तवर्गस्य स्थाने चकारः, तवर्गः अस्ति तस्मिन् स्थाने चकारः. किमर्थं तवर्गस्य स्थाने चकारः इत्युक्ते तकारः चकारः अस्ति, अतः स्तोश्चुनाश्चुः इत्यस्य प्रसक्तिः. तवर्गस्य स्थाने इदानीं चकारादेशः भूत्वा गच्छ इति आगच्छति. बहु मुख्यसूत्रमस्ति चे च इति सूत्रम्. इषुगमियमां चः इति सूत्रं तु इष् धातुः गम् धातुः यम् धातोः विषये एव आगच्छति विशेषसूत्रं. परन्तु एतत् चे च इति सूत्रमस्ति किल, तद् बहुत्र आगच्छति. अतः तद् मनसि भवेत्, यत्र यत्र चकारे परे संहितायां विषये ह्रस्वस्वरस्य स्वरः अस्ति चेत् तत्र तुक् आगमः अवश्यं भवति. तुक् आगमः यदा भगिनी उक्तवती कित् अस्ति, अतः आद्यन्तौ टकितौ इति सूत्रेण अकारस्य अनन्तरं कित् इति कारणेन अकारस्य अनन्तरम् आगच्छति. सूत्रं स्पष्टं वा? आम् भगिनि. ह्रस्वस्य तुक्कागम, अतः यत्र ह्रस्वस्वरः अस्ति तदनन्तरं नकारः भवति इति. आम्, ह्रस्वस्य एव ह्रस्वः इत्युक्ते स्वरः एव, अतः ह्रस्वस्वरस्य अनन्तरम् एव आगच्छति. मध्ये आगच्छति इति कृत्वा तद् यद् मित् अस्ति इति तत्र भ्रमः मास्तु. अत्र सूत्रे एव उक्तम् अस्ति ह्रस्वस्वरस्य तुक् आगमः इति. अतः स्वरः कुत्र अस्ति इत्युक्ते गकारोत्तरवर्ति अकारः एव स्वरः. तद् एव अन्तः इति वयं स्वीकृत्वा तत्र तकारः स्थापयामः. गकारः अकारः तकारः. गच्छ इति तत्र एकः प्रश्नः अस्ति. इदानीं यदा गच्छ इति धातु आदेशः कृतवन्तः, किमर्थं पाणिनिना गम्लु स्थाने एव गच्छ इति न स्थापितवान्? गच्छ इति तत्र अन्यत् रूपम् अस्ति, अन्यरूपाणि गम् इति गमयति, तत्र रूपं न भवति गच्छ इति यदि दत्तमस्ति चेत्. ऋट्लकारे ऋट्लकारे गमिष्यति, हा गमिष्यति ऋट्लकारे गमिष्यति इति रूपं न सिद्धति गच्छ इति. सम्यक्. इषुगमियमां चः इति सूत्रस्य प्रसक्तिः केवलं क्षितिपरे एव. तत् सूत्रं पठामः अग्रे. अतः तस्य प्रसक्तिः आर्धधातुकप्रकरणे तस्य प्रसक्तिः नास्ति, नास्ति. केवलं सार्वधातुकप्रकरणे एव तस्य प्रसक्तिः. सम्यक्, उत्तरं सम्यक् एव. अस्तु, भगिनी एतद् समापयतु भगिनी. गम् योगः शप् इति. गम् योगः शप्, गच्छ योगः आ गच्छ, गच्छ योगः तिक् गच्छति. यम् तथैव तथा एव यम् योगः शप् गच्छ, गच्छ योगः आ गच्छ, गच्छ योगः तिप् गच्छति इति. अग्रिमवाक्यमपि भगिनि. चकारदेशकार आदेशः भवति केवलं क्षितिपरे इति ध्येय. अतः गच्छति परन्तु गमिष्यति, यच्छति परन्तु यमिष्यति इति ऋट्लकारे इषु धातु विषये इच्छति इति रूपम्. लट्लकारे इष्टातुः, आम् इष्टातुः तु तुदादिगणे अस्ति. तस्मिन् समये तस्य विषये वयं पुनः पश्यामः. एतत् सूत्रं पुनः अत्र आगच्छति, तस्मिन् समये तद् पश्यामः. श्रीवल्ली भगिनी पठति वा इषुगमियमां चः सूत्रम्? आं भगिनि. इषुगमियमां चः इष् गम् एम् येषां चकारादेशः भवति क्षितिपरे, अलोन्तस्य इत्यनेन चकार आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने. इषुः च गमिः च यं च तेषाम् इतरेतरद्वन्द्वः इषुगमियमः तेषाम् इषुगमियमाम् इषुगमियमां षष्ठ्यन्तं चः प्रथमान्तं द्विपदमिदं सूत्रं स्टिवो क्लमु च मां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् इषुगमियमाम् अङ्गस्य चः क्षिति इति पूर्णतया सूत्रम्. इष् गम् यम् ए धातुः क्षितिपरे च इति आदेशः भवति. सम्यक्. इषु गम्यमाम् षष्ठ्यन्तं षष्ठ्यन्तम् इषुगम्यां षष्ठ्यन्तं स्थाने अलोन्तस्य इति सूत्रेण अन्त्य अलः स्थाने चकारः आदेशः भवति. अलोन्त्यस्य नास्ति चेत् किं भवति? क्षितिपरे अनेकाल् षित्सर्वस्य इति सूत्रेण पूर्णतया पूर्णधातोः स्थाने चकार आदेशः भवति. तद् न इष्टम् इति कृत्वा अलोङ्क्यस्य इति परिभाषासूत्रस्य आवश्यकता. अवगतं यत्र स्थानि न उक्तं तदा तत्र एव भगिनि यत्र स्थानि न उक्तं तत्र लुन्तस्य आं परिभाषा आं तत्र स्थानि तु स्पष्टता नास्ति किल यदा नास्ति चेत् गम् स्थाने एव च आगच्छति इष्ट स्थाने च यम् स्थाने च इति आगच्छति तादृशं नास्ति इति कृत्वा परिभाषायाः आवश्यकता अस्तु इदानीं प्रश्नः किम् अस्ति इत्युक्ते इषु गमि यमां चः इति सूत्रमस्ति तत्र इष् गम् यम् इति धातवः त्रयः धातवः वयं जानीमः गम्ल इति एव अस्माकं उपदेशधातुः इति तत्र लुकारस्य उपदेशे अजनुनासिक इति संज्ञा भूत्वा गम् इति अवशिष्यते परन्तु सूत्रे तु गमि इति दत्तमस्ति किमर्थम् इत्येव प्रश्नः तस्य प्रश्नस्य उत्तरमेव अग्रे पूर्णतया आगच्छति तत् पठामः आं पठतु भगिनि प्रश्नः उदेति सूत्रे किमर्थं घम् धातोः गमि इति रूपं सानुबन्धधातुः गम् लृ निरनुबन्धधातुः च गम् कथं वा गमि उत्तरमस्ति इक्ष्तिपो धातुनिर्देशे इति वक्तव्यम् इति वार्तिकम् अनेन द्वौ प्रत्ययौ सह याभ्यां सह धातुरूपं प्रदर्श्यते सूत्रेषु द्वौ प्रत्ययौ इक् स्तिप् च प्रत्ययोः अर्थः अस्ति धातुः एव धातुनिर्देशः अपि च सूत्रेषु एव द्वयोः प्रत्ययोः उपयोगः न तु लोके इक् प्रत्ययस्य एकमेव प्रयोजनम् सूत्रालङ्कारः छन्दः च छन्दः तथा स्यात् तस्मिन् सूत्रे अतः छन्दसः कृते सूत्रकारेण इक् प्रत्ययः संयोजितः प्रत्ययः मुद्रणदोषः मुद्रणः इक् प्रत्ययः संयोजितः स्तिप् प्रत्ययः प्रत्ययस्य अपि अलङ्कारप्रयोजनं तु अस्ति एव ततः अग्रे अन्यत् एकं प्रयोजनं भवति यत् अग्रिमसूत्रस्य प्रसङ्गे उच्यते इति भगिनि गम् इति धातोः स्थाने सूत्रे गमि इति उक्तम् उत्तरं केवलं धातुनिर्देशः गमि इति गम् इति अर्धः धातुनिर्देशः इति प्रत्ययः केवलं सूत्रालङ्कारः छन्दः जस्ट् by saying gami it's only we are referring to only dhatu gam atra gam iti vishaye ik iti pratyayah asti gam yogah ik rupam gami ish dhatoh ukara dashtip dhatu iti ish stip pratyayah tatra nasti तत्र नास्ति केवलं केवलं गम् धातोः विषये एव इषु इष् वा यं तत्र नास्ति तत्र नास्ति ओके केवलं गम् नो इषु आसु इषु निनु धातु उकारः उकारः अस्ति उकारः प्रायः उपदेश अजुनुनासिक इत्यनेन गच्छति भगिनि प्रायः इषु इच्छति किल इषु तत्र ष्टिप् इत्यस्य प्रयोजनं नास्ति तत्र इक्षितिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकमस्ति अस्तु यदा वयं दृष्टवन्तः बहुपूर्वं प्रायः अहम् उक्तवती तत्र मुनित्रयम् अस्ति पाणिनिः अष्टाध्यायी कात्यायनः वार्तिकं कात्यायनस्य एव अपरराम नाम अस्ति वररुचिः इति कात्यायनः एव वार्तिकम् अनन्तरं पतञ्जलिः महाभाष्यं यत्र यत्र तत्र वक्तव्यम् इति इक्ष्तिपौ धातुनिर्देशे इति वक्तव्यम् इति दत्तमस्ति चेत् अस्मिन् सूत्रे इषु गमियमां चः इति सूत्रे पाणिनि कुत्रापि न दत्तवान् किमर्थं सः गमि इति लिखितवान् किमर्थं गम् ल वा गम् इति न लिखितवान् इति सः न स्पष्टीकृतवान्। अतः तत्र वार्तिकम् एकं सहायरूपेण, वार्तिकमपि अस्माकं परिभाषा इव एव, परन्तु अन्य वैयाकरणः तद् निर्माणं कृतवन्तः टीकारूपेण, कमेण्ट्री इति वदामः किल, तत्र तत्र सः लिखितवान् इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम्, इति वक्तव्यं तादृशं वक्तव्यं, वक्तव्यं वाच्यम् इति यद् किमपि अस्ति तद् सर्वं वार्तिकमस्ति। तत्र प्रत्ययद्वयमस्ति, इक् ष्टिप् इति प्रत्ययद्वयमस्ति, धातुनिर्देशः एव तस्य कारणं वा अर्थः अस्ति, अन्यत् किमपि नास्ति। लोके वयं तस्य प्रत्ययस्य उपयोगं न कुर्मः एव। धातुनिर्देशः इत्युक्ते तत्र यदा वयम् उच्चारणं कुर्मः, तस्मिन् काले तु ओरल् मौखिकरूपेण एव आगच्छति किल, तादृशं पुस्तकानि तु नास्ति, तत्र कण्ठस्थीकरणं कृतवन्तः, तत्र एव छन्दसः उपयोगं, यदा वेदे उपयोगं भवति तादृशम् एकं छन्दसः अलङ्कार उपयोगार्थं तत्र इक् इति धातुः प्रत्ययः योजयित्वा, गम् योगः इक् इति एकः प्रत्ययः योजयित्वा गमी इति कृतवन्तः। बहुत्र एतद् इक्ष्टिपौ धातुनिर्देशे इति बहुत्र तस्य उपयोगं भवति, तत्र एकः उपयोगः छन्दः अलङ्कारम्, अन्यत् उपयोगमपि अस्ति, तद् अग्रे आगच्छति। अन्य किमर्थं तादृशं पाणिनिना गमी इति दत्तम् इति अन्यत् उपयोगमपि अस्ति, तद् अग्रे आगच्छति। व्याकरण उपयोगं सूचना, तत् एकं सूचना दत्तवान् गमी इति अस्ति चेत् यत्र यत्र इक्ष्टिपौ इत्यनेन इत्युक्ते इक् वा ष्टिप् वा प्रत्ययेन अहं सूचितवान् तत्र भिन्नकार्याणि अपि भवतु वा कार्याणि न भवतु इति एक सूचना इव कोड् इव अस्ति। अतः तदपि अस्ति। प्रथमप्रयोजनं तु सूत्र अलङ्कारः छन्दसः इत्येव। इक् इति धातुः, क्षम्यताम्, इक् इति एकः प्रत्ययः, ष्टिप् इति अन्यप्रत्ययः। तद् अवगतं किल, तद् स्पष्टं वा? आम् भगिनि। तद् बहुवारम् आगच्छति, इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यं यदा, तद् यदा वयम् अदादिगणः पठामः, जुहोत्यादिगणः, अन्यत् सर्वत्र तादृशं, यत्र यत्र सूत्रे यद् धातुः वयं जानीमः लोके, तद् धातुः सूत्रे नास्ति चेद् इदा यद् एतत् स्मर्तव्यम्, इक्ष्टिपौ धातुनिर्देशे वक्तव्यम् इति वार्तिकं स्मर्तव्यम्, ओहो एतत् कारणेन एव तादृशमस्ति इति। एक अन्य एक परिच्छेदः पठित्वा समापयामः। आं महोदय, पठति वा गम् धातुः? गम् धातोः इक् प्रत्ययः धातुनिर्देशे, इषुगमीयां चः इति सूत्रे गम् लृ योग इक् अनुबन्धलोपे गम् योग ई योग गमि इति भवति। अत्र यङ्ग्लुक् इत्यस्य प्रसङ्गः नास्ति, यतोहि सूत्रस्य निमित्तं षित्, यस्मात् सारधातुकप्रकरणे एव प्रसक्तिः, यङ्ग्लुक् च आर्धातुकप्रकरणे अस्ति, अतः इक् प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यार्थं गमि धातुनिर्देशे। गमि इति इक् ई गम् योग ई इति अस्ति, तत्र दत्तमस्ति केवलं सूत्रशैल्यार्थम् इति, परन्तु अन्यत् अत्र यङ्ग्लुक् इति अहं न जानामि किम् अस्ति इति। यङ्ग्लुक् इत्युक्ते तदपि एकः प्रत्ययः एव महोदय, तत्र वारं वारम् इत्यर्थे आगच्छति किल, वारं वारं पठति, वारं वारं वदति इत्यर्थे यङ्ग्लुक् इति अन्य एकः प्रत्ययः एव तस्मिन् विषये अग्रे आगच्छति। तत्र किमर्थं तस्य चिन्तनमस्ति अत्र? तदेव, किम् एतत् परिच्छेदः प्रायः पादातुः अनन्तरं भविष्यति चेत् सम्यक् भवति, किमर्थम् अत्र स्थापितम् इति न जाने। तत्र अस्मिन् अग्रिम सूत्रे यङ्ग्लुक् विषये अस्ति, अतः प्रायः तस्मात् परम् एतत् परिच्छेदः अस्ति चेत् अवगन्तुं शक्नुमः सम्यक् रीत्या। यङ्ग् लुक् प्रसङ्गः इत्यपि अस्ति, तस्मात् परम् एतत् परिच्छेदः अस्ति चेत् सम्यक्. तत्र यदा अहम् उक्तवती तत्र गमी इति अस्ति, तत्र ष्टिप् इक् इक्ष्टिपौ धातुनिर्देशे इति सूत्रेण छन्दसः कृते इति एकं कारणं. द्वितीयं कारणमस्ति यङ्ग् लुक् प्रसङ्गे, यत्र तत्र इक् वा ष्टिप् वा इति प्रत्ययेन सः सूचितवान्, तत्र यङ्ग् लुक् प्रसङ्गे तस्य कार्यं न भवति इत्यपि तत्र किञ्चित् सूचना अस्ति. तदग्रे आगच्छति तस्मिन् विषये. एतत् परिच्छेदः प्रायः तस्मात् परम् अस्ति चेत् वयं प्रायः तस्मात् परम् एतद् आगत्य पठामः, पुनः तत्र अवगन्तुं शक्नुमः. पा इति तत् पठति वा महोदय, बी भागः एव. अस्तु, पा आदिधातूनां धात्वादेशः. येषां धातूनां धात्वादेशो भवति शिति परे, पाघ्राध्नास्ताम्ना दान् दृशर्ति सर्ति शतसतां पिबजिग्रधमतिष्ठमनयच्च पश्यरुच्च दौषीयसीदाः इति सूत्रमस्ति. पाघ्राध्ना इत्यादीनां स्थाने पिब जिग्रधम एते आदेशाः भवन्ति शितिपरे, केवलं शितिपरे इति ध्येयम्. अतः पिबति परन्तु पास्यति. पाश्च ग्राश्च नाश्च सद च एते तेषाम् इतरेतरद्वन्द्व पाघ्राद्मास्ताम्नादान् दृशर्ति सर्ति शत सद तेषां पाघ्राद्मास्तास्नादान् दृशर्ति सर्ति शत सदां पिबश्च जिग्रश्च धमश्च सीदश्च तेषाम् इतरेतरद्वन्द्व पिबजिग्रदमतिष्ठमनयश्च पश्यच्च दौशीयसीदाः पाघ्राद्मास्ताम्नादान् दृश्यर्ति सर्ति शतसदां षष्ट्यन्तं पिबजिग्रधमतिष्ठमनयच्च पश्यरुच्च दौशीयसीधा प्रथमन्तं द्विपदमितं सूत्रं. टिवुक्लमुचमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. पाघ्राद्मास्ताम्नादान् दृशर्ति सर्ति सदसदा अङ्गस्य पिबजिग्रदमतिष्ठमन यच्च पश्य ऋच्च दौशीयसीदाशिति इति अस्ति. अस्तु, अत्र पा धात्वादेशः अस्ति यत्र शितिपरे, केवलं शितिपरे. यत्र पा अस्ति तत्र पिब, ग्रा अस्ति तत्र जिग्र, जिग्रति, स्था अस्ति तत्र तिष्ठ, स्था अस्ति तिष्ठ, ना मन, मन मन इति, मन इति किं भगिनि, मन मना इति मन मनति वा, मनति भवति मनते, मनते प्रायः किल. अस्तु, मन मन दाण दान अस्ति, दान मनति, मनते नास्ति मनति, दान अस्ति दानं, दानं तत्र यच्च यच्च अर्ति अर्ति इति अर्ति अत्र पश्य दृशि पश्य अस्तु सोरि दृशि दृशि पश्य दृष्टा तु अस्ति तत्र पश्यति दर्शयति पश्यति. अस्तु, अर्ति ऋच्छ अस्ति ऋच्छ ऋच्छति ऋच्छ अपि च अर्ति सर्ति धौ धौ अस्ति शद शीय शद शद शदस्य स्थाने शी आदेशः सदां स्थाने सीदा सीदा सी सीदा वा सीदा सीदा बहुवचने अस्ति सीदाः इति सर्वे दातवः सन्ति किल सीदाः सीदाः सीदाः क्षितिपरे केवलं क्षितिपरे इति अस्ति. अस्मिन् सूत्रे कुत्र कुत्र इक्ष्टिपा धातुनिर्देशः अस्ति इति वदतु. दृशि अस्ति वा तत्र? आम्, दृश्य एव धातुः अस्ति किल, दृश्य अस्ति. अर्ति अहं न जानामि, अर्ति अस्ति तत्र अपि अस्ति वा? अर्ति अस्ति, अस्तु. सत्ति अस्ति, सत्ति षध सधा सधां तत् तत्र एव तावदेव तावदेव तावदेव दृशि अर्ति सर्ति एते सर्ति एते इक्ष्तिपौ धातुनिर्देशे इत्यनेन. इक् वा स्तिप् वा इति अग्रिमवर्गे पश्यामः, परन्तु इक्ष्तिपा धातुनिर्देशे इत्यनेन दृशि अर्ति सर्ति त्रयः धातवः धातुनिर्देशः कृतः. अन्यत् कार्यं तु वयं जानीमः, एतत् सर्वे धातवः भुवादिगणे इति न, केचन एव भुवादिगणे. अर्ति इति धातुः तु अदादिगणीयधातुः अस्ति, तदपि पश्यामः अग्रिमवर्गे पश्यामः. अस्तु, गृहपाठरूपेण किञ्चित् सामान्यधातवः पश्यतु, अर्थसहितरूपं किञ्चित् अवलोकयतु पुस्तके. बहु किमपि अस्ति अस्मिन् पुस्तके, लाभदायकपुस्तकमेव. अतः मध्ये मध्ये केचन विशेष सूत्राणि वा वार्तिकानि अपि दत्तमस्ति, एकवारं पठतु, न अवगच्छति चेत् अहं वदामि अग्रिमवर्गे. अस्तु, समापयामः अद्य. आं वदतु भगिनि, पुस्तकं पठ पुस्तकनाम प्रक्रिया अनुसारि पाणिनीयधातुपाठः पुष्पादीक्षितमहोदय एव. मम गृहे अस्ति, अहं गृहे नास्ति, नगरे. धातुपाठः संस्कृतभारत्यामस्ति, संस्कृतभारत्यामस्ति, परन्तु धातुपाठः अन्यत् किमपि अस्ति चेदपि पर्याप्तं भगिनि, एतदेव इति न. अन्यधातुपाठ अस्माकम् अष्टाध्यायी डाट् काम् इत्यस्य प्रथमपुटे अपि भुवादिगणीयधातवः इति एकं लिस्ट् अस्ति, तदपि द्रष्टुं शक्नोति. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः.